अकार्डिङ्ग् टु क्षम्यताम्। अस्तु तर्हि लुट् लकारस्य भवती आवलिं किमपि वक्तुमिच्छति वा भगिनि? पठ्रि पठित्वा आगच्छतु भगिनि, किं अस्माकं पुनः किमस्ति अवसरः प्राप्तः खलु पठनार्थं, नो चेत् पठामः किञ्चित् किञ्चित् पठामः अस्मिन् पर्याये एकैकं सप्ताहं किञ्चित् किञ्चित् पञ्चपञ्च वा दश दश धातवः पठामः अधिकं अहं कृतवती हलन्तदातवविषये कृतवती लिस्ट् कृतवती परन्तु किमपि पठितवती अहमपि इष्टमेव अनुभवामि सरला भगिनी सर्वं पठितवती इति मन्ये। अद्य प्रथमं लेट् मी हलन्तदातूनां वदति वा? हलन्तदातूनां प्रथमं हलन्तदातु लुकिङ्ग् मै बुक् नोट्स् भगिनि चिन्ता नास्ति भगिनी, सिद्धा नास्ति चेत् अग्रिमसप्ताहे वेटदातूनां वयं पठामः तदनन्तरं हलन्तकारान्तदातवः मम समीपे अस्ति त्विष् त्विष् धातुः दीप्तौ भगवतिगणे अस्ति त्वेषति उभयपदि त्वेषति त्वेषते द्विष् द्विषम् अप्रीतौ अदादिगणीय अदातु उभयपदि द्वेष्टि द्वेष्टे द्वष्टे द्वष्टे आत्मनेपदीनां ते इति अस्मिन् तु अत्र किम् अस्ति अत्र किम् अस्ति शप् नास्ति खलु पित् नास्ति इति कृत्वा तत्र गुणकार्यं न भवति दृष्टे दृष्टे एव भवति दृष्टे फिश् फिशुलु सञ्चूणान् सञ्चूर्णं सञ्चूर्ण हिंसायां ददाति रुदादिगणीयधातुः परस्मै प्रति पिनष्टि फिश् अन्यधातु अस्ति जुहच्चादिगणे अस्ति व्याप्तौ उभयपदि विवेष्टि विवेष्टे शिष् धातुः हिंसायां भवादिगण परस्मैपदं शेषति शिष्रु विशेषणे रुदादिगणेय परस्मैपदं शिनष्टि अन्यधातु श्लिष् आलिङ्ग आलिङ्गे दिवादिगणेय परस्मैपदि श्लियति तुष् धातु प्रीतौ तुष् प्रीतौ दिवादिगण परस्मैपदि तुष्यति दुष् वैकृत्ये दिवादिगणेयदैव परस्मैपदि दुष्यति उष् पुष् पुष्टौ विभागे च दिवादिगणेय पुष्यति परस्मैपदं शुष् शोषणे दिवादिगणेय परस्मैपदं शुष्यति कृष् तुदादिगणेय उभयपदि कृषति कृषते तदेव बहु उत्तमं कृष् इत्यस्य विलेखने इत्यस्य द्वादिगणीय कर्षति इत्यपि अस्ति अनन्तरं विलेखने इति तुदादिगणीयस्य कृषति कृषते इति धातुद्वयं तर्हि लुट्टुलकारस्य अग्रे गच्छामः महोदय परिवर्तनानि कृतवान् इति उक्तवान्, तर्हि आरम्भतः पठनीयः वा? केवलं not local total akar parin ke ya lut lak ya namaskar hai namaskar arambha bahut kuch kin likhitwan kashika matam comedy matam api prahar ke masti adyatan anadyatata ho bheda ke masti tat sarvam sarvam likhitwan arambha bhagini aram karoti va bhagini sarla bhagini अस्तु. क्षम्यताम् अहं किं लुट् लकार भगिनि अन्य कोऽपि अहं किञ्चित् अस्तु भगिनी पठितुम् इच्छति वा? अनद्यतन लुट् भगिनि सूत्रमेव आरम्भतः लुट् लकारः इति ओ इदानीं प्राप्तम्. अस्तु. गतरात्रे अस्तु गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रे प्रथमप्रहरपर्यन्तम् अद्यतनकाल इति उच्यते. न विद्यते अद्यतनं यस्मिन् यस्मिन् अनद्यतनम् अनद्यतन भविष्यत्कालस्य विवक्षाया धातुभ्यः लुट् लकारो विधीयते. यथा श्वः देवदत्तः कर्ता, देवदत्तः श्वः भोक्ता. यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं तदा लुट् लकार उपयुज्यते. अद्य वा श्वः देवदत्तः करिष्यति, अद्य वा श्वः देवदत्तः खादिष्यति इति. एकस्मिन् तिथौ अष्टौ प्रहरा वर्तन्ते. एषु चत्वारः प्रहरा दिनस्य चत्वारः च रात्रेः. प्रथमप्रहर आरभ्यते सूर्योदयसमये. तर्हि षड्वादने प्रथमप्रहरस्य आरम्भ इति चेत् प्रातःकालस्य षड्वादनात् सायङ्कालपर्यन्तं दिनस्य प्रहराः. उक्तं यत् गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रे प्रथमप्रहरपर्यन्तम् अद्यतनकालः. गतरात्रे अन्तिमप्रहर रात्रौ त्रिवादनात् षड्वादनापर्यन्तम्. आगम्यमानरात्रे प्रथमप्रहर इत्युक्ते सायङ्कालस्य षड्वादनात् नववादनपर्यन्तम्. अतः अद्यतनकाल इत्यस्मिन् आहत्य षट् प्रहरा सन्ति. रात्रिवेलायां त्रिवादनात् आरभ्य आगमन्यमानरात्रे नववादनपर्यन्तम् अत्र इति अद्यतनकाल किं भवति, अनद्यतनकाल किं भवति, द्वयोः काल भविष्यकाल एव सूचयति. अद्यतनकाल अस्ति गतरात्रौ प्रथमप्रहर अन्तिमप्रहर आरभ्य आगम्यरात्रौ प्रथमप्रहरपर्यन्तम्. इदानीं प्रहर किम् अस्ति, प्रहर अस्ति त्रयघण्टाः. सूर्योदय आरभ्य प्रथमप्रहर इति वयं वदामः. सो आहत्य सूर्योदय आरभ्य सूर्योऽस्त यदि वयं षड् सायङ्काल षड्वादने इति स्वीकुर्मः, षड् प्रातः षड्वादने आरभ्य सायङ्काले षड्वादनपर्यन्तं भवति दिनस्य चत्वारः प्रहराः. ते प्रत्येकप्रहर त्रयघण्टा. किन्तु अद्यतनकाल किं भवति, रात्रौ गतरात्रौ अन्तिमकाल. सो गतरात्रौ अन्तिमकाल भवति त्रिवादन प्रातःकाल त्रिवादन आरभ्य षड्वादनपर्यन्तम्. आगमनरात्रे भवति प्रथमप्रहरपर्यन्तं, तद् भवति षड्वादनात् सायङ्कालषड्वादन आरभ्य नववादनपर्यन्तम् आहत्य षड् प्रहारा अद्यतनकाल काले आगच्छन्ति. तदनन्तरं यत् कालम् अस्ति तत् भवति अनद्यन्तकालः इति. यदि अद्यतनकालः अस्ति तत्र लृट् लकारस्य उपयोगः भवति. तत्र लृट् लकारः वा लृट् देवदत्तः गमिष्यति, देवदत्तः कथिष्यति इति प्रयोगः भवति. यदि अनद्यत्यकालः अस्ति तत्र लिट् लकारस्य उपयोगः भवति. लिट् लकारस्य उपयोगः भवति श्वः देवदत्तः कर्ता, श्वः देवदत्तः भोक्ता, श्वः देवदत्तः क्रीता इति भवति इति संक्षेपे अस्ति अत्र. भगिनि पुनः वदतु, अद्यतनकालः प्रथम रात्रौ गतरात्रौ अन्तिमप्रहर इत्युक्ते 3 AM त्रयवादन आरभ्य षड्वादनपर्यन्तं सूर्योदय प्रथमप्रहर आरभ्यते. सूर्योदय यदि वयं स्वीकुर्मः षड्वादने प्रातःकाले षड्वादने सूर्योदयः अस्ति तत् पूर्वं यत् कालम् अस्ति तत् गतरात्रौ कालं भवति. तत् भवति अन्तिम प्रहर गतरात्रौ अन्तिमप्रहर तत् भवति 3 AM to 6 AM. अद्यतनकालः 3 AM onwards to 9 PM. आगमन्यरात्रौ भवति. वयं वदामः अद्य रात्रौ इति. तत् 6 PM to 9 PM. So from 3 AM to 9 PM is adhyatanakala. Oh. No. From antima prahara, not from 3 AM. Yeah, antima prahara gata ratrau. So prahara arabhyate shada vadana pratakala, suryodaya arabhya, pratama prahara. Namagni? प्रथमप्रहरः आरभते सूर्योदयसमये खलु. तर्हि प्रथमप्रहरः आरभ्य एव अद्यतनकालः भवति खलु. प्रथमवाक्यं पठतु. गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रे प्रथमप्रहरपर्यन्तम् अद्यतनकालः इति उच्यते. 3 AM to 3 night next day. 3 AM today is only 3 AM to 9 PM is adhyatanakala. Oh really? Not 24 hours? No. Oh. So shadaprahara iti see ahatya antima ratri velayam trivadanat arabhya agamanya ratri navavadana paryantam. सो इति महोदय वयं वदामः गमिष्यति अहम् अद्य श्वः गमिष्यति इति. वयं शुद्धभाषा नास्ति. शुद्धभाषा वयं श्वः गन्ता इति वक्तव्यं. तत् अनद्यतकाले भवति. लृट् रकारः अद्यतने अनद्यतने अपि भवितुम् अर्हति. किन्तु समीचीनभाषा भवत् शुद्धभाषा यदि व्याकरणे एव सूत्रमस्ति अनद्यतने अद्यतने च लृट् इति अस्ति भगिनि. तर्हि साधु व्याकरणे साधु अस्ति. लृट् लकारस्य प्रयोगः साधु अस्ति. अद्यतने अनद्यतने अपि उभयत्र अपि सामान्य भविष्यत्कालमस्ति यत् लृट् लकारः प्रयोक्तुं शक्यते. महोदय उक्तवान् अस्ति शुद्धभाषा वयं लुट् लकारस्य प्रयोगः करणीयः. तदा तु सूचना भवति. अद्यतने अनद्यतने यत्र प्रश्नः आयाति तत्र तु प्रायः लुट् लकारस्य प्रयोगं यत्र कुर्मः तत्र तु स्पष्टता भवति. वक्तव्यं नास्ति खलु श्वः वा इति न वक्तव्यं. तत्र भाषायामेव तत्र लिखितम् अस्ति. तेन प्रयोगेनैव वयं ज्ञातुं शक्नुमः अद्य नास्ति इति. श्वः परश्व तत्र सर्वेषां कालायां काले इति. अग्रे गच्छामः. अनद्यतने लुट् इति सूत्रमस्ति खलु. आं भगिनि, अनद्यतने लुट् अनद्यतनं भविष्यत्कालार्थे धातोः लुट् लकारो भवति. अनद्यतने सप्तम्यन्तं लुट् प्रथमान्तं त्रिपदमिदं सूत्रं भविष्यति गम्यादयः इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः. भविष्यच्छब्दस्य भविष्यति इति सप्तम्यन्तं रूपं सप्तम्यन्तं रूपं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परस्य. अत्र सूत्रमस्ति अनद्यतने लुट् अनद्यतन भविष्यत्कालार्थे धातुतः लुट् लकार विधीयते. अनुवृत्तिसहितसूत्रमस्ति अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च परिदेवने परिदेवने स्वस्तनि स्वस्तनि भविष्यद्दत्ते वक्त्याय वक्तव्य वार्तिकमस्ति. दुःखार्थे लुट् लकारः अद्यतनकाले अपि भवति. इयं नु कदा गन्ता या एवं पादौ निदधाति एषा कदा गमिष्यति या अनया रीत्या गच्छति गच्छन्ति अनद्यतने लु इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति भविष्यति इति एव. भविष्यत् अनद्यतने अर्थे वर्तमानात् धातोः लुट् प्रत्ययो भवति. लुटो अपवादः सुहकर्ता सोभोक्ता अनद्यतने इति बहुव्रीहिनिर्देशः तेन व्यामिश्रे न भवति. अद्य सो वा भविष्यति न अवगतं भविष्यति इत्येव व्यामिश्रेण न भवति इत्युक्ते यत्र अद्यतनमपि अस्ति चेत् तत्र तु न वक्तुं शक्नुमः. यत्र मृष्णं भवति अद्य अनद्यतन इति उभयोः उदाहरणार्थं वक्तुम् इच्छामि अद्य वा श्वः वा गमिष्यामि इति वक्तुं इच्छामि चेत् तत्र तु श्वः अद्य इति शब्दः अस्ति इति कृत्वा मया तु लुट्लकारस्य प्रयोगं न कर्तुं शक्यते. ओ ओके इति मन्ये. अनेन श्वः आगमिष्यामि इति व्यवहारः दोषाय व्यवहारः दोषाय नाम अद्यतनकालं त्यक्त्वा भविष्यत्कालप्रसङ्गे यत्किमपि वदामः तत् लुटि एव भवति. तदेव अधुना सरला भगिनी अपि उक्तवती तर्हि यत्र मृष्णनं भवति अद्य श्वः इति अस्ति चेत् मया लुट्लकारस्य प्रयोगं कर्तुं शक्यते. किन्तु केवलं अद्य इति अस्ति चेत् केवलं लुट्लकारस्य भवति. अनन्तरं केवलं यदि श्वः वा परश्वः वा अस्ति चेत् तत्र तु केवलं लुट्लकारस्य प्रयोगः एव भवति. किमर्थम् इत्युक्ते अत्र अपवादः लुटो अपवादः इति उक्तमस्ति इति कृत्वा खलु अपवादत्वेन आगच्छति इति कृत्वा तत् प्रभाद्य अपि इति दत्तमपि शुद्ध अनद्यतन भविष्यत्काले लुट् लकार एव इति कथमस्य तात्पर्यम् इति महोदय उक्तवान् इति साधु अस्ति वयम् इति पाठम् इदानीं पठन्तः स्मः. आवश्यकता अस्ति इति पाठस्य भाषायाः शुद्धीकरणं रूपाणि स्मृत्वा प्रयोगं कर्तुं शक्नुमः वा इति प्रयत्नमस्ति अपि भ्रमं भवति कर्ता अस्ति सुबन्तं पदमस्ति वा क्रियापदम् अस्ति इति दृष्ट्वा खलु तातारो किन्तु इदानीम् अहं चिन्तयामि यदि कथाया इति पठामः चेति सम्यक् अवगमनं भवति इति यदि लुट्लकार जानीमः. अस्तु महोदय अहमपि अहमपि अस्मि आगतवान् फोन् द्वारा फोन् द्वारा फोन् द्वारा अत्र पञ्च उपाङ्गानि इति अस्ति खलु तावत् अतः कः पठति मणि महोदय भवान् अवगतवान् आम् आम् पञ्च उपाङ्गानि महोदय महोदयेन दत्तं करेक्षन् कृतवान् इदानीं पूर्वं सेकेण्ड् परवास् नास्ति इदानीमेव इन्क्लूशन् कृतवान् इदानीं स्पष्टम् अस्ति अद्यतन धन्यवादः भगिनी पञ्च महोदय धन्यवादः महोदय मातरं पृष्टवान् तदनन्तरं लिखितवान् अपि एक नूतन परिच्छेदमपि लेखितुं शक्नोति सा उक्तवान् अग्रिमे सप्ताहे अहं समाप्तं करोमि करिष् अग्रिमे सप्ताहे अहं समाप्तं कर्ता साधु महोदय तत्र पञ्च उपाङ्गानि पठामि महोदय पञ्च उपाङ्गानि यदा आर्धधातुकप्रत्ययः धातुभ्यः उदीयते तदा अङ्गकार्यात् प्राक् पञ्चोपकानि पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति इमानि पञ्च उपाङ्गानि सन्ति प्रत्यादेशः धात्वादेशः इडागमः अधिदेशः द्वित्वम् अभ्यासकार्यं च संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति लिट्टि सनि सङ्गि यङ्गि स्लौ लुट्लकारे न भवति अतः अत्र चत्वारि विभाङ्गानि द्रष्टव्यानि अत्र द्वित्वप्रसङ्गः भवति लिटि सनि सङ्गि अङ्गि स्लौ अतः लुट्लकार आवश्यकः नास्ति चत्वारि प्रत्यादेश धातुस्य इडागम आदिदेश एव द्रष्टव्यानि अत्र इति दत्तं प्रत्यादेशः अत्र लुट्लकारस्य सिद्धतिं प्रत्ययानां प्रक्रिया प्रदर्श्यते मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति ततश्च विवक्षामनुसृत्य लुट्कारो विधीयते धातुः अनद्यतने लुट् इत्यनेन अनद्यतने भविष्यकालार्थे धातोः लुट्लकारो भवति धातुः अनद्यतने इत्युक्ते भविष्यत्काले वदामः चेत् लुट्लकार एव भवति इति लुट् उपदेश अनुनासिक इत् इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत् सम्यका हलन्त्यम् इत्यनेन डकारस्य इत् सम्यका तस्य लोपः इत्यनेन द्वयोः लोपः ल श्येतासि लुर् लुटोः इत्यनेन लुटि परे धातुः तास् प्रत्ययः लस्य तिप्तस् जि सिप्तस्त मिप्स्मस् त आतां ज तास् आतां द्वम् इद्वहि महि इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययः विद्यते अत्र दत्तं लुट् प्रत्ययस्य उपदेशजनाचक इत्यनेन उकार अपगच्छति अनन्तरं हलन्त्यम् इत्यनेन टकारः अतः अवशिष्टः ल एव ल श्येतासि लुटोः इति सूत्रेण तास् प्रत्ययः भवति लुट् इति अनन्तरं श्य इति प्रत्ययः भवति लुरु लिट् लिट् लिट् लिङ् इति श्य इति भवति लुट्लकारे अतः तास् इति भवति तदेव महोदय महोदय क्षम्यतां महोदय म्यूट् मध्ये सम्यक् वा महोदय श्वेता सूत्रं पठामि वा पठतु महोदय आमां श्वेतासि लुरु लुटोः लुरिटि लुरिङि च परे धातुभ्यः स्य लुटि परे धातुभ्यः तासि महोदय बहु बहु किम् अस्ति पञ्च उपाङ्गानि इति पूर्वं यत् आसीत् तत् पठने मम चिन्तने तस्य परं तदनन्तरं यत् अस्ति न तत्र अनेकांशत् सर्वस्य तत् आरभ्य पठनीयं तस्मात् पूर्वं पञ्च उपाङ्गानि इति अस्ति खलु तस्मात् तदपि समान अस्ति तत् समान अस्ति अपि किं किमपि नूतनं नास्ति वा वयं पूर्वं पठितवन्तः खलु तर्हि अस्तु तर्हि महोदय यत् पठितवान् तदेव साधु खलु श्वेतासि पठतु श्वेतासि लुर् लुटोः लुरिटि लुरिङि च परे तादिप्यस्य लुटि परे तादिप्य तासि भवति तासौ ऋकारः उच्चारणात् आह श्यश्च तासिश्च तयोरुत्तरेतुर द्वन्द्वः श्यतासि लुरु च लुट् च तयोरुत्तरेतुरन्द्वन्द्वः लुर्लुटौ तयोः लुर्लुटोः श्यतासि प्रथमान्तं लुर्लुटौ सप्तम्यन्तं द्विपदमन्तं सूत्रं धातोः प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः परस्य श्यतासि प्रत्ययो लुर्लुटोः इत्युक्ते अत्र सूत्रस्य अर्थः लिट् लकारः लिरिङ् लकारः चेत् तस्य श्य इति प्रत्ययः भवति लुट् लकारः भवति चेत् अत्र तास् इति प्रत्ययः भवति इति धन्यवादः एतत् वयं पूर्वं पठितवन्तः खलु अस्मिन् नूतनभागः अस्ति वा न अस्मिन् नूतनं नास्ति किन्तु यत् अनेकाश्चित् परस्य इति यदि पठामः तद् यत् अग्रे आगच्छति तस्य अवगमनं सम्यक् भवति भगिनि किन्तु वयं तदपि पूर्वं पठितवन्तः खलु गते सप्ताहे पूर्वं पठितवन्तः किन्तु तस्य आगच्छति न अग्रे किम् भवति तस्य यदि पठामः इति सम्यक् अवगमनं भवति अस्तु पुनः एकवारं पठनीयम् इति वा अनेकाश्चित् सर्वस्य इति यद् परिभाषा इति अस्ति तत् कः पठति महोदय भवान् पठितुम् अग्रिमसूत्रमपि भवानेव पठतु महोदय केवलं सूत्र पठतु तस्य अस्तु लुटः लुटः प्रथमस्य डारौ रथः लुट् लकारस्य प्रथमपुरुषस्थाने क्रमेण डारौ रस् इत्यादेशः भवन्ति प्रश्नपदे तिप् स्थाने डा तत्स्थाने रौ जि इत्यस्य स्थाने रस् आत्मनेपदे त स्थाने डा आतां स्थाने रौ ज स्थाने रश् ड च र च रश्च तेषां चरित्रद्वन्द्वः डारौ रसः लुट्यः षष्ट्यन्तं प्रथमस्य षष्ट्यन्तं डारौ रसः प्रथमान्तं त्रिपदमन्तं सूत्रं सूत्रं स्वयं सम्पूर्णं लुटः प्रथमस्य डारौ रसः सूत्रस्य अर्थः अत्र दत्तं परस्मैपदानां तिप्रत्ययस्य स्थाने डा डा आदेशः तत्स्थाने रौ जि स्थाने रस् इति आत्मनेपदे रूपेण तास्थाने डा तां स्थाने रौ ज स्थाने रस् इति भवति इति दत्तम् अनेकाश्चित् सर्वस्य सूत्रम् आं भगिनि आम् अनेकाश्चित् सर्वस्य इत्यनेन डा प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः सर्वस्य स्थाने आदेशः भवति अस्तु अत्र प्रश्नः वदेति यत् डकारः इत्संज्ञकः इत्यस्य डा इति कथम् अनेकाल् उच्येत डा इति अस्ति कथम् अनेकाल् इन्दुशेखरग्रन्थे परिभाषा अस्ति नानुबन्ध कृतम् अनेकाल्त्वं परिभाषा सः परिभाषा अनेन यस्य वर्णस्य इत्संज्ञा अस्ति तेन वर्णेन अनेकाल्त्वं न सिद्ध्यति. अतः एतस्मात् डा इति अनेकाल् न स्यात्, परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत् दादिविषये तु सर्वादेशत्वं विनानुबन्धबन्धत्वस्य एव अभावेन अनुपूर्व्या सिद्धम्. तत्तु तावत् सर्व अस्तु. दादिविषये तु विनानुबन्धबन्धत्वस्य एव तात्पर्यम् एवं यत् यावत् तिपः स्थाने डा न आगच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा आदेशे न भवति. प्रत्ययत्वं डा आदेशे नास्ति चेत् डा आदेशे नास्ति चेत् चुटु इत्यस्य प्रसक्तिः न अस्ति एव. नास्ति एव. अतः इत्संज्ञा नास्ति. किं टैपिङ्ग् करोति भगिनि? अनुबन्धस्य अनुबन्धत्वं च अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति. अतः परस्मै पदे चेत् लुटः प्रथमस्य डा रौरसः इति स्थले डा आदेशस्य प्रत्ययत्व अभावात् अनुबन्धत्वं नास्ति. तस्माच्च नानुबन्धकृतम् अनेकाल्त्वं परिभाषा इति परिभाषायाः प्रसक्तिः न अस्ति. अनेन अलोन्त्यस्य इत्यनेन तिपः इकारस्य एव स्थाने डा इति इकारस्य एव स्थाने डा इति निवार्यते. तिपः इकारस्य एव तत्तु एकनिमिषः प्रथम. अत्र अनेकाश्चित् सर्वस्य इत्यनेन डा प्रत्ययः अनेकाल अस्ति, तत्कारणात् अत्र सर्वस्य स्थाने आदेशः भवति इति वदति. तत्तु डा एव आदेशः. सम्यक् वा? डा एव तिप् स्थाने डा आगच्छति इति आदेशः. डकारः इत्सञ्ज्ञकः इत्यतः डा इति कथम् अनेकाल् उच्यते उच्येत? मया सम्यक् एतद् न अवगतं भगिनि. तत् काले शृण्मः, परन्तु मया न सम्यक् न अवगतम्. अहम् अवगतं भगिनि, डा इति आदेशः, ततः प्रत्ययः नास्ति. प्रथमम् अत्र आगच्छति, डा एव आगच्छति टिप् स्थाने. तत् समये आदेशसमये डा इति प्रत्ययः नास्ति, ततः चुटु न कार्यं करोति, अनेकाले एव अस्ति, परन्तु प्रत्यय आदेशः प्रत्यय स्थाने वत् इति कारणात् अत्र इकारस्थाने एव अलोन्तस्य इति सूत्रेण एव इकारस्थाने एव आदेशस्य स्थाने अलोन्तस्य इति सूत्रेण सामान्यतया डा इति अत्र दकार अकार अस्ति द्वि द्वौ वर्णः सः, परन्तु डा आदेशः अस्ति चेत् चुटु इति कार्यं न कर्तुं शक्नोति. चुटु तु तत् डकारस्य भवितुम् अर्हति, परन्तु अत्र नास्ति इति वदति न. तदेव अहम् अवदत् यत् अरुणा भगिनी उक्तवती तद् साधु. अस्तु भगिनि, अहं पठामि वा चुटु इति. प्रत्ययस्य आदौ च वर्गीयः, चुटु इति सूत्रं वदति, प्रत्ययस्य आदौ च वर्गीयः अथवा ठवर्गीयः वर्णः भवति चेत् तस्य वर्णस्य संज्ञा भवति. तुष्य चुष्य तुष्य तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुशब्दः इव. चुटु प्रथमान्तम् एकपदम् इव एकपदमिदं सूत्रं वचनपरिमाणं क्रियते. अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ इति तत् वयं ज्ञातवन्तः एव. ततः अग्रे च उच्यते यत् यदि इत्संज्ञा योग्यत्वेन अनुबन्धत्वं तर्हि अनेकाल्त्वभावे कथं वा सर्वादेशत्वं स्यात्. उत्तरेण उक्तं यत् भगिनी भवती नूतन इति न कृतवती वा प्रश्न अस्ति वा इति अस्ति इदानीं उक्तवान् अस्ति, रिफ्रेश् करोतु इति एकनिमिषं पश्यामि. मम करपत्रे अन्यत्र गच्छामि. तत्र अग्रे एव प्रश्नः अस्ति यद् डा आदेशस्य प्रत्ययत्वं कदा जायते. आम् आम् अधुना जातम्. आम् प्रश्नः अस्ति यत् डा आदेशस्य प्रत्ययत्वं कदा जायते. तिप्रत्ययस्य स्थाने आगमनसमये एव जायते अथवा आगमनात् पूर्वं जायते. यदा आदेशः प्रक्रियाक्रमेण प्रत्ययस्य स्थाने आगच्छति तदा स्थानिवद्भावेन प्रत्ययसंज्ञा प्राप्यते इति सामान्यविषयः. नाम नूतनसंज्ञा प्राप्यते तदा स्थाने आगतः, आगमनात् पूर्वं न प्राप्यते. गते सप्ताहे वयं चर्चितवन्तः स्थानिवद्भावस्य स्थानिवद् किम् अस्ति अनल् विधौ इति वयं प्रत्यय सूत्रेण. यदा कश्चन प्रत्ययस्य स्थाने आगच्छति तथा एव स्थानिवद्भावं स्वीकृत्य तस्य संज्ञा भवति, नो चेत् तावत्पर्यन्तं तस्य तु प्रत्ययसंज्ञा न भवति, केवलं डा इति शब्दः अस्ति, डा इति प्रत्ययः न भवति. आदेशः अस्ति, शब्दः अस्ति, आदेशः अस्ति, शब्दः. एषः विचारः सिद्धान्तकौमुदीकारस्य दीक्षितस्य मतं डा इत्यस्य आदेशान्तरं स्थानिवद्भावेन प्रत्ययः, आदेशात् पूर्वं प्रत्ययः सः प्रत्ययः न इति. प्रत्ययः न भवति चेत् अनेकाल्त्वात् सर्वदेशत्वं भवति. सर्वदेशानन्तरं प्रत्ययत्वात् आगतं स्थानिवद्भावेन. आं सत्यं, पूर्वं तु प्रत्ययः इति संज्ञा नास्ति, तर्हि वयं चुटु इत्यस्य प्रसक्तिः प्राप्तिः न भवति. तदा तु डा इति पश्यामः चेत् डकारः अस्ति, आकारः अस्ति यत्र आदेशे इति कृत्वा अनेकाश्चित् सर्वस्य इति आदेशः, सर्वस्य आदेशः भवति. तिप्तत्यस्य स्थाने डा इत्यस्य आदेशः भवति. तदनन्तरं सर्वदेश आदेशे यत्र जातं तिप्तत्यस्य स्थाने पूर्णतया डा इति आदेशः जातं, तदनन्तरं प्रत्ययत्वम् अपि आगतवती आगतं. यदा आदेशः भवति पूर्णतया तदा तु तत्र स्थानिवद्भावेन तस्य संज्ञा अपि भवति, प्रत्ययसंज्ञा अपि भवति. अनन्तरं प्रत्ययत्वात् डकारस्य इत्संज्ञां लोपः इति प्राचीनानाम् आशयः. त तर्हि प्रथमं तु सर्वादेशः भवति, शब्दः एव अस्ति, तत्र पूर्णादेशः भवति, सर्वादेशः भवति, तदनन्तरं प्रत्ययसंज्ञा भवति. यदा प्रत्ययसंज्ञा भवति तदनन्तरं तु डकारस्य लोपः भवति, चुटु इति सूच्यते इति एवं प्राचीनानाम् आशयः अस्ति. चुटु इत्यनेन प्रत्ययस्य आदौ चवर्गीय अथवा टवर्गीयवर्णः भवति चेत् तस्य वर्णस्य संज्ञा भवति इति कृत्वा चुटु इत्यस्य प्रसक्तिः प्राप्तिः भवति. तदा तस्य लोपः इत्यनेन इत्संज्ञावर्णस्य लोपः भवति. तदा तु डा इत्यस्य तु आ इति अवशिष्यते. अदन्तसर्वनामस्थले जषः सि षि इत्यस्यापि एवमेव स्थितिः. सर्व षि इति यत्र भवति सर्व प्लस् जस् इति अस्ति. सर्व प्लस् प्रथमं तु षि षि इति तु अनेकाल् अस्ति इति कृत्वा पूर्णादेशः भवति. षि इति केवलं शब्दः अस्ति, जस् इत्यस्य स्थाने पूर्णादे सर्वादेशः भवति, तदा तु षि इति आदेशः भवति. तदनन्तरम् अत्र तु किं भवति लशक् वदति दे इति खलु सूत्रेण शकारस्य लोपं भूत्वा सर्व एव इति भवति, सर्वे इति वयं प्राप्नुमः प्रतिसंज्ञां भूत्वा तत्र भवति. लिटि परस्मैपदानां न ल तु सु स्थल तु सणल स्तनल्वमाः इति सूत्रेण नलादीनाम् आदेशे अपि एवमेव स्थितिः. तिपः स्थाने नल् आदेशः, आदेशात् पूर्वः सः प्रत्ययः न, आदेशः एव. अनेकाल्त्वात् सर्वादेशः, सर्वादेशस्य अनन्तरं स्थानिवद्भावेन प्रत्ययत्वा इत्संज्ञा भवति, नकार लकारयोर्लोपः भवति. एवञ्च जषः स्ति इति स्थले वा परस्मैपदानां नळ तु सुस्थल तु सणल्वमाः इति स्थले वा लुटः प्रथमस्य ढारोरसः वा ईदृशी स्थितिः. सर्वत्र तु समाना स्थितिः, यत्र यत्र तादृशशब्दाश आदेशः भवति. आश्रयणीया इति दीक्षितादीना प्राचीनानां मतम् आहत्य इत्संज्ञकत्वम् अनुबन्धत्वं नाम इत्संज्ञात्वम् अनुबन्धत्वम् तदेव आसीत्. अग्रे अग्रे उक्तम् अस्ति, अग्रे कश्चन अन्यजनः पठितुम् इच्छति वा? नागेशभट्टः परिभाषेन्दुशेखरकारः. नागेशादीनां नव्यानां मते तु इत्संज्ञयोग्यत्वमेव अनुबन्धत्वम्. लिटि परस्मैपदानां नल् नल् अतुस् उस् थल् अतुस् नल् वमाः इति स्थले प्रथमपुरुषे एकवचने पुरुष एकवचने तिपः स्थाने नल् एवमेव उत्तमपुरुष एकवचने मिप् स्थाने नल्. अस्मिन् स्थलद्वये आदेशानन्तरं प्रत्ययसंज्ञा स्थानवत् भावेन साधयितुं शक्यते, किन्तु मध्यमपुरुषे बहुवचने स्थाने थ प्रत्ययः तस्य स्थाने आ इति आदेशः कर्तव्यः. नल् इति स्थले नकारः अकारः लकारः, लकारस्य संज्ञा नकारः अकारौ वर्तते, परन्तु मध्यमपुरुषबहुवचने आदेशत्वेन आ इति एक एव वर्णः अस्ति. तर्हि अत्र कथं सर्वादेशः इति प्रश्नः अत्र अनेकालत्वं नास्ति. अत्र प्रश्लेष निर्देश कर्तव्यः, इत्युक्ते आ इत्यनयोः प्रश्लेषे अतोगुणे इत्यनेन पररूप आदेशे आ, किन्तु अकारयोः पररूपे कृते यत् आ इति जातं तस्य अनुकरणं सूत्रे कृत्वा परस्मैपदानां नल् अतुस् उस् थल् अतुस् नल्वामः इति सूत्रे तु पररूपनिष्पन्यस्य अनुकरणं कृतवान् पाणिनिः, किन्तु पररूपनिष्पादात् पूर्वं वर्णद्वयमेव अस्ति, अतः प्रश्लेषणनिर्देशेन अनेकालत्वात् आदेशः इति वक्तव्यम्। तर्हि किं जातं मध्यमपुरुषे प्रश्लेषः अनिवार्यः चेत् तस्मिन् अनिवार्यत्वे प्रथमपुरुष एकवचने अपि प्रश्लेषः एव भवति, अतः इत्संज्ञावत्वम् अनुबन्धत्वं न नपि तु इत्संज्ञायोग्यतमेव अनुबन्धम् इति नव्यानां मतम्। अत्र नागेशभट्टः इति पारिभाष इन्द्रशेखरकारः नव्यानां व्याकरण नूतन व्याकरणीयः व्याकरणाः ते मध्ये तु इत्संज्ञयोग्यत्वमेव अनुबन्धम् नवीनाः किमर्थं सर्वमपि क्लिष्टकरं कुर्वन्ति इति अत्र किम् उक्तमस्ति, अत्र मध्ये मध्यमपुरुषस्य तु त प्रत्ययः अस्ति, त प्रत्ययः तु तत्र किम् अस्ति आ इति एव साक्षात् आदेशः भवति खलु तस्य स्थाने, त इत्यस्य स्थाने अ आदेशः भवति। अत्रापि अनेकवर्णः तयोः आ अस्ति किल, न महोदय त इति यत् यः प्रत्ययः अस्ति सः त अस्ति, त इति त अपि तयोः आ अस्ति किल, ओरिजिनल् तदनन्तरं तस्य स्थान इति आ इति आगन्तव्यं, तर्हि तथा भवति चेत् आ इत्यस्य विश्लेषणं कुर्वन्ति तत्र अ इत्युक्ते अ प्लस् अ पूर्वरूपादेशं भूत्वा अ इति जातम् इति सामान्यतया अ प्लस् आ सन्धिकार्यं भवति चेत् किं भवति सामान्य सवर्णदीर्घसन्धि भवति चेत् आ इति भवति स्म, किन्तु ते कुर्वन्ति वदन्ति अ प्लस् आ इत्यस्मिन् पूर्वरूपसन्धिं भूत्वा आ इति जातं, तर्हि तत्र वर्णद्वयमस्ति चिन्तयन्तु इति ते वदन्ति वा, अनेकाल् वक्तुं शक्नुमः तत्र इति ते वदन्ति। अस्तु तत् पररूप इति स्वीकृत्य तत्र सूत्रे आयति किन्तु भगवति परस्पैदा लिट् लकारे नल् नल् अतुस् अतुस् उस् थल् अतुस् अ अस्ति न तु आ अस्ति तत्र आ इति गतम् अस्ति अकार अस्ति सकारस्थाने न तु अकारपि अस्ति जातं खलु अतुस् इति अस्ति तदनन्तरम् अ इत्येव अस्ति खलु अनन्तरं मध्ये उत्तमपुरुषे नल् इति भवति अस्ति न कथम् आगच्छति आ इति एक एव वर्णः अस्ति एक अ इति एक एव वर्णः अस्ति खलु अकार ह्रस्व अकारः एव अस्ति तत्र ह्रस्वकार स्थाने आगच्छति साधु किन्तु ते वदन्ति ह्रस्व अकारस्य उल्लेखनं तु अ प्लस् अ इत्यस्य उल्लेखनम् अस्तु अस्तु अवगतं यथा निति च इत्यस्मिन् इक् इद् इति स्वीकृतवन्तः खलु वयम् स्वीकृतवन्तः तस्य विश्लेषणं कृत्वा तथा एव अत्रापि अ प्लस् अ इति सूत्रे लिखितम् अस्ति इति स्वीकर्तव्यं तदा तु वर्णद्वयं भवति इति स्वीकुर्मः इति सः मध्ये आगत्य कश्चन वर्णम् आनयन्ति विश्लेषणम् इति वदन्ति अहं तु महोदय गृह्यते इष्यते गृह्यते च नो चेत् न भवति महोदय अत्र एकः प्रश्नः आदेशः ड आदेशः चेत् कस्य स्थाने तिप् स्थाने अलोन्तस्य इकारस्य स्थाने वा तिप् स्थाने यदि अनेके अल्वर्णाः सन्ति चेत् एव वयम् अनेकाश्चित् सर्वस्य इति सर्वस्य स्थाने भवति खलु नो चेत् पूर्वं दत्तं दत् सम्यक् नास्ति इदानीम् आदेशस्य अनुपूर्यात् भवति चेत् पूर्णतया तिप् स्थाने आदेशः इदानीं धन्यवादः आहत्य यदि कामेडि कार् इति दत् दीक्षित महोदय इति प्राचीनकाल तस्य महत् मतमस्ति कि अनेका आदेश यथा उदाहरण त्रीणि उदाहरणानि दत्तम् अस्ति एकम् अस्ति लुट् लकार से स्थाने तिप् स्थाने डा द्वितीयमस्ति सुबन्त नपुंसकलिङ्गे सर्वनामस्थाने बहुवचने जस्थाने शि सर्व इति यदि स्वीकुर्मः सर्वनामस्थाने तृतीय उदाहरणमस्ति लित् लकारे मध्यमपुरुष प्रथमपुरुष मध्यमपुरुषे यत् तिप् स्थाने रल् आदेशः भवति अस्ति ते सर्वे रल् अनेका आदेशाः अनेका सन्ति यावत्पर्यन्तं ते आदेशाः आदिष्टाः न सन्ति तावत्पर्यन्तं ते अनेकाल् अस्ति आदेशाः अस्ति प्राचीनकाल वैयाकरणानि वदन्ति सर्वादेशत्वं तेषां धर्मः भवति अनेकालत्वम् अपि सर्वादेशत्वं यदि तदनन्तरं अनेकालत्वं सर्वादेशत्वम् अस्ति अतः यत् परिभाषा वां पूर्वं पठितवन्तः न किमस्ति न बन्धकृत अनेकालत्वं तस्य इति प्रसक्तिः न अस्ति कारणं कि अनेकालत्वम् अस्ति सर्वे सर्व आदेशत्वमपि सर्वादेशत्वमपि अस्ति तत्र इति परिभाषा न कर्तुं शक्नुमः खलु भगिनि भवति प्रत्ययः यदा नास्ति तस्मिन् समये तत्र अनुबन्ध वा अननुबन्ध वा इति न वक्तुं शक्नुमः खलु केवलं श इति वा स्थानिवद् भाव यदि आगच्छति स्थानिवद् भूत्वा तद् तृतीय प्रत्ययत्वम् आगच्छति तदनन्तरमेव चुटु तस्य प्रसक्ति प्राप्ति अपि भवति यदि प्रसक्ति प्राप्ति भवति तत्र पूर्वमेव सर्वदेशत्वम् अस्ति इदानीम् इत् संज्ञात्वम् अनुबन्धत्वम् अस्ति वा संज्ञात्वं संज्ञावत्त्वम् अस्ति एक वत्त्वम् इति मीन्स् अस्मिन् वा यस्य वा इति समानम् एव भवति यथा सौन्दर्यबाल सुन्दरता सुन्दरबालक सौन्दर्यं बालके अस्ति सौन्दर्यत्वम् अपि बालकत्वं बालके एव अस्ति तथैव संज्ञत्वम् संज्ञावत्त्वम् अनुबद्धत्वम् एकमेव तस्मिन् एव अस्ति साधु इति भवति नवीनां यत् मतम् अस्ति तत् ते प्रश्लेषणं कृत्वा ते न भव ते न वदन्ति सर्वदेशत्वं ते प्रश्लेषणं कृत्वा डा इति आ भवति नल् इति अपि अ इति कृत्वा तस्य प्रश्लेषणं कृत्वा ते वदन्ति सर्वदेशत्वम् आगच्छति तत्र अनुक्रम तृतीय परिच्छेदे आगच्छति अनुक्रम अनुपूर्व्य भगिनी एव पठति वा अग्रे अस्तु अपस्मिन् प्रसिद्धस्थले अपि भावी प्रत्ययत्वं न स्वीक्रियते चेत् समस्या जायते ओ इति महोदय उक्तवान् सः समी वयं न पठितवन्तः तस्य एतत् परिच्छेदं सः पूर्णतया न लिखितवान् वयं न पठितवन्तः अग्रिमे सप्ताहे भवति तत् तस्य समाधानम् आगच्छति पूर्णतया तस्य अस्तु तर्हि प्रकृति उच्यते यत् यदि इत्संज्ञायोग्यतेन अनुबद्धत्वं तर्हि अनेकालत्व अभावे कथं वा सर्वादेशत्वं स्यात् पूर्वपङ्क्तिं न पठितं किन्तु अग्रिमपङ्क्ति पठितं वा भवन्तः तत् एतत् या तत् पठितवन्तः द्वितीय उदाहरणमस्ति तत्र दातुस्य अस्तु तर्हि प्रकृते उच्यते यत् यदि संज्ञायोग्यत्वेन अनुबन्धत्वं तर्हि अनेकालत्व अभावे कथं वा सर्वादेशत्वं स्यात् उत्तरत्वेन उक्तं यत् आनुपूर्वी आत् सिद्धं डा इत्यस्य आनुपूर्वी कृत्वा डा योग आनुपूर्वी इत्युक्ते वर्णानां क्रमः अत्र क्रमः अस्ति डकारयोग आकारः अयं च आकारः दीर्घः अतः अ योग अ आ इति भवितुम् अर्हति आ योग आ इति अपि भवितुम् अर्हति इष्टम् अस्ति यत् अस्मिन् आदेशे अनेकालः स्युः तस्य साधनार्थं डकार गणयितुं न शक्यते चेत् आकारे वस्तुतः तु आकारद्वयं वर्तते तथा कल्पितं तथा सम्भवति च इति परिभाषा इन्दुशेखरकारः प्रतिपादयति नाम आकारस्य प्रश्लेष किमिति च इति सूत्रे अपि तादृश प्रश्लेषकृतः गित् इत्यस्य अन्तर्भावार्थम् अनेन च डकारं विनापि अनेकालत्वं तस्मात् च सर्वदेशत्वं सिद्धं यथा एतत् परिच्छेद अग्रे गतसप्ताहे अपि पठितवन्तः समानः अस्ति अनुबन्धत्वं यदि भवति तत्र अनेकालत्वं न अस्ति तु कथं वयम् अनेकालत्वं सर्वदेशत्वम् इति तत्र वदामः उत्तर असि अनुपूर्वी सिद्धम् आनय तस्य वयं समाधानं कुर्मः कथं डा इति यत् अस्ति आदेश तस्य भवति डायोग आ पुनः यदि डकारस्य चुटुवनेन तस्य लोपः भवति यत् आ अस्ति तत् अपि अयोग भवति आ अस्ति अनेकाल् अस्ति आ अपि इति स्वीकृत्य सर्वदेशत्वं वयं साधितुं शक्नुमः इति परिभाषा इन्दुशेखरस्य अनेकालत्वम् अपि सर्वदेशत्वम् इति समाधानं सिद्धं भवति अतः तस्य अनेकाश्चित् सर्वस्य इति आगच्छति तिप्पिस्थाने डा इति समीचीनं भवति मणिमहोदय आं महोदय अन्ततो गत्वा डादिविषये तु सर्वदेशत्वं विना अनुबन्धत्वस्य एव अभावेन अनुपूर्या सिद्धम् इत्यस्य अर्थः स्पष्टरीत्या वक्तव्यम् अत्र नागेशेन लिखति यत् सर्वदेशत्वं विना नाम सर्वदेशात् पूर्वम् अनुबन्धत्वस्य एव अभावः सर्वदेशात् पूर्वम् अनुबन्धत्वस्य अभावः तेन अभावेन अनुपूर्यात् सिद्धम् इति प्राचीनानां मतम् तर्हि किमर्थं नव्येन नागेशेन लिखितम् अनुरोधेन परन्तु अन्तिमभागः अनुपूर्या सिद्धम् इत्यनेन इत्यस्मिन् उभयोः मतयोः अन्वयः एकस्मिन् पक्षे ड इति योग आ अपरस्मिन् पक्षे आ योग आ इति दादिशे सर्वदेशत्वं विना अनुबन्धत्वस्य एव अभावेन अनुपूर्या सिद्धम् इत्यस्य स्पष्टतया वक्तव्यम् इति. अत्र किं दत्तमस्ति चेत् सर्वादेशत्वं भवति विना अनुबन्धत्वस्य न एव, परन्तु अनुपूर्या सिद्धम् इत्यनेन एव अत्र भवति इति. सम्यक् वा महोदय? अहम् उभयत्र अनुपूर्वीचिन्तनं साधु एव भवति इति वा वदति खलु. अनुपूर्या सिद्ध आ इति, अन्यत्र तु नूतनानाम् अपि तु आयोगः आ इति स्वीकुर्मः इति. महोदय, न इदं पठामि. विना अनुबन्धत्व एव अभावेन न अनुपूर्या सिद्धम् इत्यस्य अर्थः स्पष्टतया रीत्या वक्तव्यम् इत्युक्ते न विना अनुबन्धस्य अत्र विना अनुबन्धस्य न विना अनुबन्धस्य अर्थः इत्यस्य नास्ति किल. विना अनुबन्धस्य पूर्वं न विना अनुबन्धस्य त्वमिनि दत्तं कुत्रचित्, इदानीं विना अनुबन्धत्वस्य एव अभावेन नवीनः अस्ति खलु. चिन्तनम् अनुपूर्व एव सिद्धं भवति, अनुबन्धरहितं रूपं स्वीकृत्य. अपि तु नवीनां इति संज्ञा योग्यत्वं वदति, न तु संज्ञात्वं भवति. योग्यत्वं तस्मिन् योग्यता अस्ति आग्ते स्थानी भाव भाव भूत्वा तस्य पूर्वं यत् अस्ति योग्यत्वम् अस्ति. अत्र नाम सर्वादेशात् पूर्वं सर्वादेशः भवति किल, आदेशम् इति स्वीकृत्य तत्र तु अनुबन्धस्य अभावः भवति. अनुबन्धस्य अभावः यदा भवति तेन अभावेन आनुपूर्वात् एव सिद्धं भवति इति सः वदति खलु. पूर्वमेव यद्यपि वयं स्थानिवद्भावं न कृतवन्तः तथापि तस्मात् पूर्वमेव अनुबन्धरूप्या अस्माभिः प्राप्तुं शक्नुमः शक्यते इति. धन्यवादः. अन्तिम यत् अहं पठितवती इति संज्ञायोग्यत्वमेव अनुबन्ध इति नवीनमतम् कुत्र लिखितमस्ति भगिनी एतत् सर्वम् अत्र काशिकायां पूर्वम् अहं पठितवती परिच्छेदं नागेशभट्ट अन्तिमवाक्यम् अस्ति तस्मिन्. अतः इत्संज्ञावत्वम् अनुबन्धत्वं न अपि तु इत्संज्ञा योग्यत्वमेव अनुबन्धत्वम् इति नव्यानां मतम्. आं महोदय, इत्थं या नास्ति चेत् अनुबन्धत्वम् अत्रापि नास्ति किल. आम्, इत्समया योग्यत्वेन अनुबन्धं भवति. तत्र पुरा किम् अस्ति, प्राचीनानां मते तु प्रथमसंज्ञा आगता तदनन्तरं वयम् अनुबन्धं कृतवन्तः, किन्तु नूतनानां मते एतत्तु अग्रे एतत् तावत्पर्यन्तम् अधुनापि केवलं शब्दः अस्ति. तस्मिन् समये एव प्रत्ययस्य स्थाने तु न प्राप्तं, तदापि प्रत्ययस्य शब्दरूपेण यदा तिष्ठति तदा एव वयं ड इत्यस्य अनुबन्धं कृत्वा आ प्लस् आ इति स्वीकृतवन्तः खलु. प्रश्लेषणं कृत्वा इत्यस्य लोपं कृत्वा एव कृतवन्तः खलु वयं. यद्यपि संज्ञा न प्राप्ता तथापि तत्र योग्यम् अस्ति, तत्र डकारस्य लोपः जायते भविष्यति इति कृत्वा तत्र लोपं कृत्वा तदनन्तरं तद्रूपं स्वीकृतवन्तः, विनानुबन्धरूपं स्वीकृतवन्तः. अस्तु महोदय, पठामि. आहत्य प्रकृतेः वदतु. पठामि वा? आहत्य प्रकृतेः उभयता साधयितुं शक्यते, इत्सम्यकत्वम् इत्सम्यकत्वम् अनुबन्धत्वं वा भवतु, इत्सम्यकयोगत्वे योग्यत्वम् एव अनुबन्धत्वं वा भवतु, अत्र रूपवैलक्षणं नास्ति. उभयत्र अनुपूर्यात् अनिकाल्त्वात् सर्वादेशक किन्तु मार्गः भिन्नः नागेशस्य सर्वभाविप्रत्ययत्व आदेयः इदानीम् एव प्रत्ययत्वं स्वीक्रियते भाविधातुत्वम् आदेयः इदानीमेव धातुत्वं व्यवह्रियते एवं च बहुत्र नागेशस्य मते भाविसंज्ञानम् आश्रियते तर्हि प्रकृतेः भाविप्रत्ययत्वम् आदेयः इति पक्षे आकारः आकाररूपप्रश्लेषात् एव अनेकात्वं तस्मात् सर्वेदशः इति न मते वक्तव्यम् प्राचीनानां मते संज्ञा भूत्वा आगच्छति द्वितीयानां नवीनानां मते तु भविष्यत् काले भाविरूपं तस्य एवं तस्य धातुसंज्ञा प्राप्नोति इति कृत्वा अनुबन्धलोपः जायते तथा एव प्रत्ययस्य अपि भाविरूपे तस्य तत्तु प्रत्ययः इति संज्ञा भूत्वा एवं जायते डकारः तु डा इति तु प्रत्ययसंज्ञा भवति इति कृत्वा पूर्वमेव वयम् अनुबन्धरहितं रूपम् अनुबन्धलोपं कृतवन्तः खलु तदेव अस्ति सर्वं तु भावि एवं भवति नागेशस्य मते भाविसंज्ञा विधानं यद्भवति तत् स्वीकृत्य तत्र प्रक्रिया जायते तदनन्तरं प्रश्लेषणमपि आवश्यकं भवति क्रियते तदनु प्रश्लेषणं क्रियते साधयामः समानरूपं साधयामः खलु प्रश्लेषः भवति अत्र द्वयोपि मतेन अस्ति आम् आम् धन्यवादः महोदय नवीनानां भव मते भवति खलु आ इस् इक्वल् टु आ प्लस् आ इति भवति पुरातन पूर्वं केवलम् आनुरूपीरूपम् आनुरूपी भवति यत्र डा प्लस् आ इति भूत्वा भवति किम् अस्ति वर्णद्वयम् इति स्वीकृत्य भगिनी प्रश्लेषण अनुपूर्य द्वयोः अर्थं समानः अस्ति भवती क्रिया तु एकमेव अस्ति नाम एवम् अस्ति अनुपूर्वी इत्युक्ते भव्या इति नामस्य अनुपूर्वी रूपं किम् अस्ति पश्यामः चेत् क्रमः कः इति पश्यामः क्रमः तद्भवति अनुपूर्वी इति तत्र तु डा इत्यस्मिन् प्राचीनानां मते अपि वयम् अनुपूर्वी स्वीकृतवन्तः इड् प्लस् आ इति वर्णद्वयम् अस्ति इति कृत्वा वयं किम् अस्ति अनेकाल् इति स्वीकृतवन्तः तथा एव आ प्लस् आ इति अपि नवीनानां मते आ प्लस् आ इति आनुरूपी वयं स्वीकृतवन्तः किन्तु प्रश्लेषणम् इति मम यत् अवगमनम् अस्ति तत्तु वयम् उक्तवन्तः खलु अ इति यत् प्रत्यय यत् अ इति आगच्छति तत्तु साक्षात् अ प्लस् अ इति अनन्तरसन्धिं भूत्वा एवं भवति इति विश्लेषणं यदा भवति तदेव प्रश्लेषणम् इति विशेषेण यत् श्लिष्यते खलु द जायिनिङ्ग् हेस् बिन् क्रियेटेड् इन् अ वेरि स्पेशल् वे खलु अ इस् अब्टेन् अ प्लस् अ इति तद् भवति विशेषेण यत् भवति तद् भवति प्रकृष्टेन श्लेषणं प्रश्लेषणं नो चेत् विशेषेण श्लेषणं श्लेषणं मीन्स् कञ्जायिनिङ्ग् तद्भवति विश्लेषणम् इति समान विश्लेषणं अग्रे पठितवन्तः वा भगिनि धन्यवादः महोदय सर्वेषां धन्यवादः सर्वेषां सम्यक् अर्थम् आगच्छति सम्यक् न आगच्छति तद् पठनं धन्यवादः सर्वेषां धन्यवादः.